ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माभिः करपत्रम् आरम्भं कृतवन्तः वा? आं महोदय, प्रथमबिन्दुतः प्रथमबिन्दुः प्रथमपरिच्छेदः कृतवन्तः। अस्तु, अस्माकं करपत्रमस्ति अष्टाध्याय्यां सूत्राणां बलाबलचिन्तनं। सो तत्र सर्वदा इत्युक्ते बहुत्र तत्र कस्यचित् पदनिर्माणस्य सोपाने द्वयोः सूत्रयोः प्रसक्तिः कुत्रचित् एकत्र भवति चेत् तत्र अस्माभिः तत्र बलाबलचिन्तनं करणीयं, सर्वदा स्मर्तव्यं चेत् तत्र बलाबलम् इत्युक्ते कस्य सूत्रस्य अधिकबलं कस्य सूत्रस्य न्यूनबलम् इति वदामः चेत् तत्र संज्ञासूत्रस्य अपि च विधिसूत्रस्य मध्ये तत्र कोऽपि सङ्घर्षः नास्ति। यदा वयं बलाबलं वदामः चेत् समानसूत्रयोः तत्र कस्य अधिकबलम् अस्ति इत्युक्ते यदा तत्र लः परस्मैपदी तङ्गानाम् आत्मनेपदी, सो द्वयोः मध्ये तत्र सङ्घर्षः भवितुं शक्नोति। कस्य इत्युक्ते त प्रत्ययस्य तत्र परस्मैपदसंज्ञा अथवा आत्मनेपदसंज्ञा, सो द्वयोः संज्ञासूत्रयोः मध्ये तत्र सङ्घर्षः भवितुं शक्नोति, परन्तु संज्ञा अपि च विधिसूत्रस्य मध्ये इति तत्र बलाबलचिन्तनं नास्ति, विषयः भिन्नभिन्नः। सो यदा वयम् अत्र यः अत्र वयम् अस्माकं यत् ध्येयमस्ति अष्टाध्याय्यां सूत्राणां बलाबलम् अत्र मुख्यतया विधिसूत्रेषु, सो कस्मिंश्चित् सोपाने द्वयोः विधिसूत्रयोः एकत्र प्राप्तिः अस्ति चेत् कः विधिः तत्र कस्य विधेः तत्र अधिकबलं कस्य न्यूनबलम् इति एव बलाबलचिन्तनं। सो विधिसूत्रेषु तत्र कस्य सूत्रस्य अधिकबलम् अस्ति तदेव बलाबलचिन्तनं, किं कार्यम् अत्र करणीयं किं न करणीयम्, आदौ कस्य कार्यस्य प्रवृत्तिः अस्ति तदेव बलाबलचिन्तनम्। अपि च अत्र अस्माभिः तत्र महाभाष्यस्य एकं वाक्यं पठितम्, अन्यत्र अन्यत्र लब्ध अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः। अस्मिन् वाक्ये एतत् अस्ति, वाक्यं वदति तुल्यबलविरोधः, व्याकरणशास्त्रे तुल्यबलविरोधः इत्युक्ते किम्, प्रथमे सः वदति तुल्यबलः इत्युक्ते किम्, अनन्तरं वदति तुल्यबलविरोधः। सो तुल्यबल इति तत्र नाम तत् पदस्य अर्थमपि पश्यामः चेत् तुल्य इत्युक्ते समानबलम्, यत्र सूत्रयोः कुत्रचित् समानबलमपि वर्तते वा, कुत्रचित् सर्वदा तु तत्र कस्यचित् सूत्रस्य अधिकबलं कस्यचित् सूत्रस्य न्यूनबलम् इति नास्ति, कुत्रचित् तुल्यबलः तादृशसूत्रे अपि स्तः तत्र। अतः प्रथमे भाष्यकार वदति तुल्यबलविरोधः इत्युक्ते किम्, सो सः वदति अन्यत्र अन्यत्र लब्ध अवकाशयोः, अत्र सूत्रयोः लब्ध अवकाशसूत्रयोः एकत्र प्राप्तिः तुल्यबलविरोधः। सो यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः भवति, तयोः सूत्रयोः अन्यत्र अन्यत्र स्वतन्त्रतया लब्ध अवकाशः अपि अस्ति, ते सूत्रे तुल्यबले स्तः इति तस्य अर्थः। यदा कस्मिन् सो यत्र यदा तयोः एकत्र प्राप्तिः भवति तदा किं भवति, द्वयोः मध्ये सङ्घर्षः भवति, तस्य सङ्घर्षः नाम एव तुल्यबलविरोधः. सो विरोधः इत्युक्ते सङ्घर्षः भवति, मयाकारक्षेत्रं मयाकारक्षेत्रम् इति तत्र सङ्घर्षः भवति सूत्रयोः मध्ये, तदेव अस्ति तुल्यबलविरोधः. सो यदा द्वयोः सूत्रयोः कुत्रचित् स्वतन्त्रतया लब्धावकाशः अस्ति इत्युक्ते तत्र द्वितीयसूत्रस्य प्रसक्तिः कदापि न भवति, परन्तु कस्मिंश्चित् पदनिर्माणसमये तयोः समानसूत्रयोः एकत्र प्राप्तिः अपि अस्ति, तदा ते सूत्रे तुल्यबले स्तः इति तत्र अस्माभिः पठ. इदानीम् उदाहरण आधारीकृत्य पठामः चेत् इतोपि किञ्चित् स्पष्टं भवति तुल्यबलविरोधः इत्युक्ते किम्. सो विरोधः इत्युक्ते सङ्घर्षः, तुल्यबल इत्युक्ते समानबलः. सो अन्यत्र अन्यत्र लब्ध अवकाशयोः इति द्विवचनात् पदम् अस्ति, सूत्रयोः लब्ध अवकाशसूत्रयोः एकत्र प्राप्तिः, कुत्रचित् एकत्र प्राप्तिः अपि अस्ति. अन्यत्र अन्यत्र तयोः सूत्रयोः स्वतन्त्रतया लब्धावकाशः अपि अस्ति इत्युक्ते तत्र तयोः कार्यं भवति, स्वतन्त्रतया भवति, परन्तु यदा तयोः तादृशसूत्रयोः एकत्र प्राप्तिः भवति चेत् तस्य नाम एव तुल्यबलविरोधः इति महाभाष्यस्य वाक्यम् अस्ति. परन्तु पाणिनिमहर्षिः तुल्यबलविरोधः न वदति, सः वदति विप्रतिषेधः. सो विप्रतिषेधः इत्यस्य अन्यनाम एव तुल्यबलविरोधः. प्रतिषेधः विप्रतिषेधः एव तुल्यबलविरोधः. अग्रे यदा वयं सूत्रं पश्यामः चेत् तत्र एव वदामः, यदा सूत्रयोः तुल्यबलविरोधः वर्तते तदा परं कार्यं, बिकास् सूत्रमस्ति विप्रतिषेधे, विप्रतिषेधविषयसप्तमी, विप्रतिषेधे विप्रतिषेधविषये परं कार्यं, परं कार्यं परं सूत्रं यत् अस्ति, परकार्येण परसूत्रेण यत् कार्यम् उक्तमस्ति तद् बलवत् भवति इति सूत्रस्य अर्थः. अग्रे तत् सूत्रमपि पश्यामः. सो अस्माकं मनसि तत्र भवेत् विप्रतिषेध इत्युक्ते तुल्यबलविरोधः. भाष्यकारेण एकम् अन्यत् नाम सुलभतया अस्माकं मनसि तत् तिष्ठेत् इति तस्य विषये एव तुल्यबलविरोधः इति उक्तमस्ति. इदानीं तत्र सूत्राधारीकृत्य तत्र कयोः तुल्यबलविरोधः अस्ति इति तत्र एकम् उदाहरणम् अस्ति. चेतना भगिनी प्रारम्भं करोतु भगिनि. यथा स्तुति च सप्तमध्याये तृतीयपादे द्वि अधिक एकशतम् अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति ययाति स्तुप् प्रत्यये परे. अनुवृत्तिसहितसूत्रं ययि स्तुपि च अङ्गस्य अतः दीर्घः. उदाहरणं वृक्षयोगभ्यां वृक्षयोग आयोगभ्यां वृक्षाभ्याम् सूत्रस्य अर्थः वदतु भगिनि. सुपि च इति सूत्रेण किं कार्यम्? अदन्तङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घः भवति ययाति सुप् प्रत्यये परे. अत्र यै प्रत्याहारः वा? आम्, यै प्रत्याहारः. यै प्रत्याहारे के वर्णाः? यवर ल यमगणन्न जभा जभाय् याय् इति जभाय् इति तत्र तालुण्यकारः तावत्पर्यन्तं. के वर्णाः अत्र? त्रीणि चत्वारि. हयवर इति अन्तस्थाः. अन्तस्थाः अन्तस्थाः अनुनासिकाः अपि च महाप्राण जभ महाप्राण झकारः भकारः भकारः फैव् प्लस् फोर् नैन् टेन् इलेवेन् यैन् प्रत्याहारे तत्र एकादश वर्णाः सन्ति. सो तादृश ययादि आदि इत्युक्तमस्ति. सो सुप्रत्ययस्य विशेषणं दत्तं ययादि सुप्रत्ययः कीदृश सुप्रत्ययः ययादि यै वर्णः यस्य आधौ तत् ययादि सः ययादि. सो अत्र तु सुप् इति प्रत्ययः तादृशप्रत्ययः तादृश सुप् प्रत्ययः. सुप् प्रत्ययेषु आवली जानाति वा भगिनि? सम्यक् न जानामि. इत्युक्ते सु आरभ्य तत्र पर्यन्तं सु आरभ्य सुप् पर्यन्तं सु औजस् अमोक्षष्टाभ्यां बिस् नसिभ्यां बेस् इति तत्र एकविंशति सुप् प्रत्ययाः. तेषु सुप्रत्ययेषु यः ययादि अस्ति तादृशप्रत्ययः निमित्तं भवति. अस्य सूत्रस्य निमित्तं किम् अस्ति? एकविंशति सुप्रत्ययेषु यः ययादि सुप् प्रत्ययः तादृश सुप् प्रत्ययः अधन्त अङ्गस्य. अधन्त अङ्गम् इत्युक्ते अजन्त नास्ति न भगिनि, अधन्त अधन्त अत्यन्त अकार कीदृश अकारः? ह्रस्व अकार तपरकरणम् अस्ति न अत् अन्ते यस्य तद् अधन्त. सो अत् इत्युक्ते ह्रस्व अकार. यस्य अङ्गस्य अन्ते ह्रस्व अकारः अस्ति तादृश अङ्गस्य परे यदि ययादि सुप्रत्ययः अस्ति चेत् तस्य ह्रस्व स्थितस्य अन्ते स्थितस्य ह्रस्व अकारस्य दीर्घ आदेशः भवति. अत्र स्थानिकः अङ्गस्य अत्तः कः वर्णः? अत्तः स्थानी इत्युक्ते ह्रस्व अकारः. ह्रस्व अकारः अत्र अस्मिन् विधिसूत्रे ह्रस्व अकारः स्थानिवर्णः. तस्य स्थाने आदेशः अस्ति. आदेशः अस्ति दीर्घ आदेशः. दीर्घ आदेशः इत्यनेन तत्र दीर्घ आ इति आदेशः. अकार ह्रस्व अकारस्य स्थाने दीर्घ आदेश आ इति आदेशः. वृक्षाभ्यां वृक्षाभ्यां सर्वत्र श्रूयते न फलाभ्यां तथैव. फल इति अदन्ताङ्गम् अस्ति. वन इति अदन्ताङ्गम् अस्ति. पुस्तक इति अदन्ताङ्गम् अस्ति. यदा तत्र ययादि सुप्रत्ययः परे अस्ति चेत् तत्र पुस्तकाभ्यां फलाभ्यां वनाभ्यां तत्र दीर्घ आ श्रूयते. अनेन सूत्रेण एव तत् कार्यं भवति. ह्रस्वाकारङ्गस्य दीर्घ आदेशः भवति सुपि च सूत्रे. इति सुपि च सूत्रमस्ति. अपि च अध्यायः इति कीदृशपदं भगिनि? अध्यायः अध्यायः कुत्र अस्ति महोदय? न वन् विषये अध्यायः न अध्यायः इति पुल्लिङ्ग् शब्दः इसन्ट् इट्? अध्यायः अध्यायः पुल्लिङ्ग् शब्दः अस्ति चेत् वन् विषये सप्त पञ्चानवर्ड्स् तत्र समानरूपं भवति. तत्र सप्तः अध्यायः आर् समस्तपदं विल् बि सप्ताध्यायाः. सप्ताध्यायः सप्तम अध्यायः इति तत्र न भवति. सप्तम सेवेन्थ् चाप्टर् इति खलु महोदय? अतः अहं सप्तम अध्याय इति उक्तवती. सो ऐदर्श सप्तमस्य अध्याये सप्तमे अध्याये सप्तमे अपि च अध्याये द्वयमपि सेपरेट् रूपेण भवति. विशेषणं वदामः चेत् सप् अध्यायः इति पुल्लिङ्ग् शब्दः. सो सप्तम अध्यायः इति असाधुरूपम् अस्ति. असाधु भवति सप्त अध्याये सप्ताध्यायः सप्ताध्यायः तत्र अस्तु भवति धन्यवादः इति सुपि च सूत्रं मञ्जरी भगिनी रीड् द अदर् सूत्र भगिनी बहुवचने जल्येत् आम् आचार्य नमस्ते बहुवचने जल्येत् 7.3.103 अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारदेशः भवति झलादि बहुवचनार्थ सुप् प्रत्यये परे अनुवृत्तिसहितसूत्रं बहुवचने छलि सुपि अङ्गस्य अतः एत् उदाहरणमस्ति वृक्षयोगसुप् वृक्षयोग ए योगसु वृक्षेषु इति अन्तिमरूपं भवति वदतु सूत्रस्य कः अर्थः अत्र अनुवृत्तिसहितं सूत्रमस्ति बहुवचने छलि सुपि अङ्गस्य अतः एत् नाम अदन्तात् अदन्त अङ्गमस्ति चेत् तस्य अन्ते स्थितस्य अकारस्य अत्रापि अतः अस्ति अत्र केवलं ह्रस्व अकार अकारस्य एकारादेशः भवति कदा भवति झलादि बहुवचनार्थं सुप्रत्यये परे उदाहरणमस्ति सुप् प्रत्यय वृक्षयोग सुप् इति सप्तमी बहुवचनं प्रत्यये अस्ति वदामि वा आम् सुप् इति सप्तमी बहुवचनप्रत्ययः सत्यं प्रत्यय अस्ति हा प्रत्ययः अस्ति तत्र अग्रे वृक्ष वृक्षयोग ए योग सु अत्र किं भवति अदन्त अङ्गस्य अन्ते स्थितस्य अकारस्य नाम वृक्ष अत्र क्ष अ अस्ति तत्र वृक्ष अकारस्य अन्ते स्थितस्य अकारस्य एकारादेशः भवति तदा तत्र अकारस्य ए भवति वृक्ष योग ए योग सु वृक्षयोग ए योगसु तत्र वृक्षेषु इति अन्तिम अन्तिमं रूपं भवति सत्यं सकारस्य मूर्धन्यादेशः केन सूत्रेण न न अत्र तु धातु नास्ति न प्रत्ययः अस्ति आदेशप्रत्ययोः सूत्रमस्ति आदेशप्रत्ययोः आदेशप्रत्ययोः इन्को वर्ण्यपरे सो इन्को तत्र अस्ति इन्को वर्णे सो यदा कोऽपि प्रत्ययस्य आदौ सकारः अस्ति चेत् तस्य पूर्वे कोऽपि इन्को वर्णः अस्ति चेत् इत्युक्ते अ आविहाय कोऽपि इ ऊरुलु ए ऐ ओ औ अपि च कु कख ग गङ अस्ति चेत् तत्र तस्य सकारस्य मूर्धन्य आदेशः भवति सकारस्य मूर्धन्य आदेशः उक्तम् अस्ति सकारस्य मूर्धन्यवर्णेषु तत्र तुल्यतमवर्णः मूर्धन्यषकारः अस्ति अतः सकारस्य स्थाने सर्वदा तत्र मूर्धश एव भवति आदेशप्रत्ययोः अत्र कीदृशसुप्रत्ययस्य झलि सुपि इति उक्तमस्ति झल् प्रत्याहारे के के वर्णाः झल् प्रत्याहारे पञ्चमवर्गीय विहाय प्रथम द्वितीय तृतीय चतुर्थ वर्णाः तथा चपय गुडदश गुडदश हा सर्वे उष्माणः शशस ह पर्यन्त सर्वे वर्णाः सन्ति जबैतः हल् पर्यन्तं जबैतः हल् पर्यन्तम् उक्तमस्ति चेत् तत्र पूर्वे किं किं नास्ति तदेव वक्तव्यम् सो अनुनासिकाः न सन्ति जलवर्णे जलप्रत्याहारे अपि च स्वराः सर्वे स्वराः अपि च अन्तस्थाः हकारस्य ग्रहणं तु केवलम् अन्तस्थाः हकारः द्विवारम् अस्ति न अन्ते अपि हकारः आदौ अपि हकारः सो अन्तिम हकारस्य ग्रहणं तु भवति एव सो अन्तस्थाः अपि च अनुनासिक विहाय सर्वाणि व्यञ्जनानि जलप्रत्याहारे सो तादृशसुप् प्रत्ययः परन्तु अत्र सुपि इत्यस्य कृते एकमेव विशेषणं नास्ति बहुवचने इत्यपि अस्ति जलि इति सप्तम्यन्तं सुपि सप्तम्यन्तं बहुवचने अपि सप्तम्यन्तम् अस्ति सो विशेषणद्वयम् अत्र सुपि इत्यस्य कृते विशेषणद्वयं बहुवचने जलि सो कीदृशसुप्रत्ययः अत्र लिमिटेड् कार्यम् अस्ति पूर्वे सुपि च इत्यनेन सः एकवचनस्य सुप्रत्ययः वा द्विवचनस्य वा बहुवचनस्य सुप्रत्ययः वा इति न उक्तं तत्र केवलं ययादिसुप् उक्तं परन्तु अत्र उक्तं बहुवचने बहुवचन सः बहुवचनप्रत्ययः भवेत् बहुवचनसुप्रत्ययः भवेत् बिकास् अत्र सूत्रे अपि बहुवचने इति उक्तमस्ति जलि अपि उक्तमस्ति अङ्गस्य अधिकारः अस्ति पूर्वसूत्रात् सुपि च इति सूत्रस्य सूत्रतः तत्र सुपि इति पदस्य अनुवृत्तिः अस्ति बिकास् दिस् इस् 73102 अनन्तरमेव 73103 इति सूत्रम् अस्ति अतः पूर्वसूत्रात् सुपि इत्यस्य अनुवृत्तिः अत्र अस्ति अङ्गस्य अधिकारः अस्ति एत् इति आदेशः जलि एत् जल्येत् इति भवति अपि च अतः यः अस्ति अतः इति पूर्वसूत्रात् तस्य अनुवृत्तिः तत्र भवति सो अत्रापि स्थानिवर्णः समानः स्थानिवर्णः अत्रापि अस्मिन् सूत्रे अस्मिन् विधिसूत्रे एतत् विधिसूत्रं सुपि च अपि विधिसूत्रम् अनेन कार्यं विधीयते आदेशरूपी कार्यम् अस्ति अकारस्य स्थाने दीर्घ आदेशः अत्र अकारस्य स्थाने एकारादेशः निमित्तं किञ्चित् समानम् अस्ति परन्तु तदपि अत्र विशेषः अस्ति बहुवचने सो एतत् सूत्रं केवलं बहुवचने ये सुप्रत्ययाः सन्ति बहुवचनात् सुप्रत्ययाः सन्ति तेषु यः जलादिसुप् तत्रैव कार्यमस्ति अत्र आवली अस्ति वा बहुवचन चलिताम् सत्यम् सो बहुवचनप्रत्ययेषु प्रथमे तु सः सुप् भवेत् सो सुप् इति एकविंशति अनन्तरं तत्र बहुवचने सप्त प्रत्ययाः बहुवचन सुप्रत्ययाः इसन्ट् इट् 7 3s are 21 एकवचने सप्त प्रत्ययाः द्विवचने सप्त बहुवचने सप्त सो तेषु सप्त बहुवचनप्रत्ययेषु यः जलादि अस्ति तत्रैव कार्यम् अस्ति सो प्रायशः सकारः अत्र सकारः जलप्रत्याहारे भ अपि अस्ति इति एकम् उदाहरणम् अस्ति अत्र पश्यतु भगिनि वृक्षयोगसुप् वृक्षयोगसुप् अत्र सुपि च इति सूत्रस्य अस्मिन् सोपाने यदा वयं तत्र सप्तमी बहुवचनप्रत्ययस्य विवक्षा अस्ति अकारान्त् प्रातिपदिकम् अस्ति वृक्ष राम फल यत्किमपि सो वृक्ष प्लस् सुप् इति स्थित्यां तत्र सुपि च सूत्रस्य प्रसक्तिः अस्ति वा भगिनि एकवारं दृष्ट्वा वदतु पुनः वदतु वृक्ष अस्माकं तत्र सोपानम् अस्ति वृक्षयोगसुप् सुप् इति सप्तमी बहुवचनप्रत्ययः अत्र सुपि च इति सूत्रस्य प्रसक्ति अस्ति वा नास्ति दृष्ट्वा वदतु। अत्र सुपि च सूत्रस्य सुपि च इति सूत्रस्य प्राप्तिः अस्ति कथं? सकारः यञ् प्रत्याहारे अस्ति वा? सकारः अत्र सु एव अवशिष्यते न, सुप् प्रत्यय पकारस्य इति अस्ति, सु अवशिष्यते। सकारः यञ् प्रत्याहारे अस्ति वा? अस्ति वा नास्ति? यञ् प्रत्याहारे हय वरट यमगणनं जभाय सकारः यञ् प्रत्याहारस्य वर्णः अस्ति वा नास्ति? नास्ति बिकास् यञ् स्टार्ट्स् फ्रोम् हय वरट लण् देन् जभाय सोरि यमगणनं and jabhai only those varnas are there in yai so supicha sutra kada karyam karoti supicha kada karyam kartum shakyate yada kopi supratyah yayadi asti yayadi asti chedev karyam bhav dirghadeshah bhavati yayadi nasti chet sah supto supasti supratya supratyeshu asti parantu yayadi nasti सकारः यञ् प्रत्याहारे नास्ति तथैव वृक्ष प्लस् व्याम् इति स्थित्यां तत्र बहुवचने जल्येत् इति सूत्रस्य प्रसक्तिः अस्ति वा नास्ति वदतु एकवारं चिन्तित्वा वदतु। व्याम् अत्र जल् प्रत्याहारे अस्ति न नास्ति अत्र बहुवचने जलेत् इति सूत्रम् सत्यं सत्यं सत्यं सूप् अस्ति जलादि अस्ति परन्तु बहुवचन प्रत्ययः नास्ति व्यां जलादि अस्ति सूप् अपि अस्ति व्याम् इति प्रत्ययः परन्तु बहुवचन नास्ति द्विवचनात् प्रत्ययः अस्ति अतः अत्र निमितानि न पूरितानि बहुवचने जल्येत् इत्यस्य कार्यक्षेत्रम् अत्र नास्ति अत्र तु सुपि च एव इत्यस्य कार्यक्षेत्रम् वृक्षयोग सुपि इति स्थित्यां तत्र सुप्रत्ययः अस्ति परन्तु ययादि नास्ति अतः केवलं बहुवचने जल्येत् इत्यस्य एव प्रसङ्गः तस्य प्राप्तिः अपि भवति इज़न्ट् इट् सो कीप् द सूत्रस्य तत्र निमित्तं किं तत् अस्माकं मनसि तिष्ठेत् तदा एव वयं तत्र सम्यक्तया बलाबलचिन्तनं कर्तुं शक्यते। सो सुपि च इति सूत्रे यद्यपि जलादिसुप् अस्ति परन्तु बहुवचनं नास्ति सो अत्र साक्षात् महर्षिणा उक्तं बहुवचने जलेत् कीदृशसुप्रत्ययः जलादि बहुवचन सुप्रत्ययः अस्ति चेदेव कार्यं भवति अत् इत्यस्य स्थाने एत् भवति इति सूत्रद्वयम् इदानीं तत्र भिन्न स्थितिः अस्ति कोऽपि अन्यत् नास्ति चेतना भगिनी अग्रे पठतु भगिनी वृक्ष प्लस् व्यां तदेव वृक्षयोगभ्याम् इति स्थितौ सुपि च इत्यस्य प्रसक्तिरस्ति बहुवचने झल् येत् झल् येत् इतस्य प्रसक्तिः नास्ति यतः भ्यां बहुवचनार्थे नास्ति। वृक्षयोगस्तु इति स्थितौ बहुवचने झल् येत् इत्यस्य प्रसक्तिः अस्ति सुपि च इत्यस्य प्रसक्तिः नास्ति यतः सुप् व्ययादिः नास्ति अतः उभयत्र एकत्र प्राप्तिः नास्ति सूत्रविरोधः नास्ति उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः तदेव चिन्तितं तदेव उक्तमस्ति. सो यदा वृक्ष प्लस् व्याम् अस्ति तत्र केवलं सुपि च इत्यस्य प्रसङ्गः. अतः कोऽपि विरोधः अत्र न भवति, कार्यं भवति, वि गेट् द रूपं. बहुवचने जलेति इति सूत्रेण तत्र वृक्षयोगसुप् इति स्थितौ तत्र तस्य एव सूत्रस्य प्रसङ्गः. सुपि च इति आगन्तुं न शक्यते, तस्य निमित्तं न पूरितम् अत्र. यद्यपि सुपि च सूत्रे किमपि न उक्तम्, एकवचने वा द्विवचने बहुवचने वा, तत्र तु केवलं सुप् भवेत्. सुप् अस्ति परन्तु ययादि नास्ति. ययादि सुपि परे एव आतङ्गस्य दीर्घ भवति. सामान्यसुप् न उक्तमस्ति, ययादि सुप् उक्तमस्ति. सो उभयत्र केवलं भ्याम् आगच्छति खलु, कोऽपि अन्य ये अपि अस्ति अस्ति अस्तु अग्रे पठतु. सो तदेव अस्मिन् अस्मिन् परिच्छेदे तु तदेव उक्तं यत् अस्माभिः तत्र चिन्तितम्. इदानीं तत्र भिन्नस्थितिः अस्ति. वृक्षयोगभ्यस् अत्र किं भवति इति पश्याम. भ्यस् ययाति सुप्रत्ययः, अतः सुपि च इत्यस्य प्रसक्तिः अस्ति. भ्यस् झलादि बहुवचनार्थस्तु प्रत्ययः, अतः बहुवचने झल्येत् इत्यस्य प्रसक्तिः अस्ति. द्वेपि सूत्रे अन्यत्र लब्धावकाशे अपि च तयोः अधुना एकत्र प्राप्तिः वृक्षयोगभ्यस् इत्यस्यां स्थितौ, अतः अत्र तुल्यबलविरोधः वर्तते. द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठेम. किम् उक्तमस्ति इदानीं? औजस्ताभ्यां भ्यस्ताभ्यां बिस् बिस् नसिभ्यां भ्यस् चतुर्थी बहुवचन प्रत्ययः अस्ति. भ्यस् चतुर्थी विभक्ति, चतुर्थी तथा पञ्चमी न चतुर्थी बहुवचनं न पञ्चमी बहुवचन व्यस् नास्ति. नेभ्यां व्यस् दशनतिभ्यां व्यस् आम् वदतु भगिनि किम् अत्र उक्तम्. वृक्षयोगभ्यस् अत्र सुपि च इत्यस्य प्रसक्तिः अस्ति, अपि च किं ययि प्रत्याहारे अन्तर्भूता अस्ति, अपि च बहुवचने झल् झल् प्रत्याहारस्य अन्तर्भूतः अपि अस्ति. अतः द्वयोः सूत्रयोः तुल्यबलविरोधः अस्ति. न न कथं वदामः तुल्यबलविरोध द्वयोः? इदानीं तत्र द्वयोः सूत्रयोः अधुना किं भवति, द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति. पूर्वे तु स्वतन्त्रतया द्वयोः तत्र स्वतन्त्रकार्यक्षेत्रम् आसीत्. वृक्षयोगभ्याम् इति स्थिते केवलं सुपि च इत्यस्य प्रसङ्गः. वृक्षयोगसुप् इति स्थित्यां तत्र केवलं बहुवचने जलेत् इत्यस्य प्रसङ्गः. इदानीं यदा वृक्षयोगभ्यां सोरि व्यस् भवति तत्र इदानीं द्वयोः सूत्रयोः प्रसक्ति भवति, बिकास् भकारः प्रथमे तु व्यस् प्रत्ययः सुप्रत्ययः, अनन्तरं व्यस् प्रत्ययः जलादि अपि अस्ति, बकारः जलवर्णः अपि जलवर्णेषु अपि अस्ति, जल प्रत्याहारे अपि अस्ति, यञ् प्रत्याहारे अपि अस्ति. अनन्तरं व्यस् प्रत्ययः बहुवचनार्थे अपि अस्ति. सो सुपि च इति सूत्रे यद्यपि बहुवचनम् उक्तमस्ति परन्तु ययादि सुप् अस्ति. सो ययादि सुप् अस्ति चेत् सुपि च इति सूत्रस्य प्रसङ्गः. जलादि सुप् अपि च बहुवचनार्थ अस्ति, बहुवचनार्थे अस्ति, अतः बहुवचने जले इति तस्य अपि प्रसङ्गः अस्ति. सो द्वयोः सूत्रयोः इदानीं किम् अस्ति, एकत्र प्राप्तिः अस्ति. एकत्र इत्युक्ते अत्र अस्मिन् समानसोपाने द्वयोः सूत्रयोः प्रसङ्गः. द्वयोः सूत्रयो अन्यत्र अन्यत्र लब्धावकाशयोः सूत्रयोः एकत्र प्राप्तिः. अन्यत्र अन्यत्र लब्धावकाश इत्युक्ते वृक्षप्लस्भ्याम् इत्यत्र केवलं सुपि च इत्यस्य अवकाशः. वृक्षयोगसुपि इत्यस्य स्थित्यां केवलं बहुवचने जलेत् इत्यस्य प्रसङ्गः. सो अन्यत्र अन्यत्र द्विवारम् उक्तमस्ति, बिकास् वी आर् डिस्कसिङ्ग् टु सूत्रास्. अन्यत्र अन्यत्र लब्धावकाशयोः इदानीम् एकत्र प्राप्तिः, अतः तस्य नाम एव तुल्यबल, तुल्यबलविरोधः. यदा एकत्र प्राप्तिः भवति तदा सङ्घर्षः भवति, तस्य नाम एव तुल्यबलविरोधः. सो नौ सुपि च अपि च बहुवचने जले द्वयोः मध्ये किं भवति? तुल्यबलविरोधः भवति. सामान्यविरोधः न, तुल्यबलविरोधः. द्वयोः तुल्यबलम् इदानीम् अस्ति, तस्य नाम एव तुल्यबलविरोधः. वि आर् डिस्कसिङ्ग् वाट् इस् तुल्यबल, तस्यैव उदाहरणम् अत्र अस्ति. स्वतन्त्रतया वि केनाट् से देट् इफ् बहुवचने जलेत् अत्र कार्यं न करोति चेत् तस्य कृते कोऽपि लब्धावकाशः एव नास्ति, सूत्रं निरावकाशः भवेत्. वि केनाट् से देट् बिकास् वेन् इट् इस् वृक्ष प्लस् सुप् तत्र तु भवति कार्यं तस्य, इज़न्ट् इट्? अत्र हियर् वन् सूत्र डस् नाट् रिप्लेस् अनदर्. द्वयोः कृते स्वतन्त्र लब्धावकाशः अस्ति अन्यत्र, परन्तु इदानीम् एकत्र प्राप्तिः अस्ति चेत् दोस् टु आर् सेट् टु बि तुल्यबलविरोध्यबले. सुपि च बहुवचने जलेत् इति सूत्र तुल्यबले, अतः यदा एकत्र प्राप्तिः भवति तदा विरोधः भवति. न कस्य सूत्रस्य प्रसङ्गः, केन सूत्रेण कार्यं भवति इति अग्रे पश्यामः. बट् वाट् वी हेव् टु अण्डर्स्टाण्ड् ओवर् हियर् इस् दट् वाट् इस् तुल्यबलविरोधः. अवगतं वा भगिनी वाट् इस् तुल्यबलविरोधः? मञ्जरी भगिनी अवगतं वा भगिनी तुल्यबलविरोधः? अवगतं. सो द्वयोः सूत्रयोः कुत्रचित् कस्मिंश्चित् सोपाने स्वतन्त्र लब्धावकाशः अस्ति, तत्र कोऽपि सूत्रं बाधा न करोति. कुत्रचित् एकत्र प्राप्तिः अपि अस्ति द्वयोः समानसूत्रयोः, सुपि च बहुवचने जलेत् समानसूत्रयोः इदानीम् एकत्र प्राप्तिः. नौ वी हेव् अ विरोध. पूर्वे किमपि विरोधः तत्र नासीत् बिकास् स्वतन्त्र लब्धावकाशः तत्र आसीत्, इदानीं तत्र विरोधः भवति. केन सूत्रेण कार्यम्? अतः अत्र बलाबलचिन्तनम् अस्माभिः करणीयं, किं सूत्रं बलवत्. अस्तु अग्रे पठामः. मञ्जरी भगिनी अग्रे पठतु भगिनी प्रथमं. प्रथमम् एकम् उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति परन्तु तुल्यबलविरोधः नास्ति. अत्र योग एव अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः, परन्तु शास्त्रीयदृष्ट्या कथं सिद्ध्यति इति पश्येम. अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति, आद्गुणः च वृद्धिरेचि च. आद्गुणः 6.1.80. अत्र किम् उक्तं भगिनि? वाट् इस् द परिचयः? प्रथमम् एकम् उदाहरणं द्रष्टव्यं. प्रथमं नाम अत्र सुपि च न प्रथमे उदाहरणे न, अत्र पूर्वे उक्तं नौ कस्य द्वयोः सूत्रयोः अस्माभिः दृष्टं, द्वयोः मध्ये तुल्यबलविरोधः अस्ति, कस्य प्राप्तिः भवति इति न उक्तम्. इदानीं किमपि भिन्नविषयः उक्तं, अत्र उक्तं लेट् अस् फस्ट् सी कुत्र द्वयोः सूत्रयोः एकत्र यत्र एकत्र प्राप्तिः अस्ति परन्तु तुल्यबलविरोधः नास्ति. द्वयोः सूत्रयोः मध्ये अत्र तु इदानीम् अस्माभिः अवगतम्, वी अण्डर्स्टुड् देट् सुपि च बहुवचने जल्येत् मध्ये तुल्यबलविरोधः अस्ति. नौ लेट् अस् सी वन् मोर् एक्साम्पल् वयर् द्वयोः सूत्रयोः किमपि भिन्नसूत्रयोः तुल्यबलविरोधः नास्ति. What type of condition is that where we can understand atra to tulya bala virodha nasti, virodha asti parantu tulya bala virodha nasti. So udharanam asti atra iti avyapadam, eva api avyapadam, atra plus eva. So vayam jani mahatra kim bhavati, ka sandhi atra bhavati bhagni, a plus a bhavati chet अत्रैव वृद्धिसन्धि भवति. सो वि नो हियर् वृद्धिसन्धि, बट् लेट् अस् सी शास्त्रीयदृष्ट्या कथं कार्यं भवति. बिकास् वेन् अत्र प्लस् एव इति स्थितिः अस्ति, तत्र न केवलं वृद्धिरेचि इत्यस्य प्रसङ्गः, आद्गुणः इत्यस्य प्रसङ्गः अपि अस्ति. सो लेट् अस् फस्ट् रीड् वाट् डस् आद्गुणसूत्रस्य. सो इट् हियर् ऐ नो इट् इस् अत्रैव वृद्धिः भवति, परन्तु अत्र गुणप्रसङ्गः अपि अस्ति. ह्रस्वाकारस्य परे एच् वर्णः अस्ति, सो अत्र गुणः भवति चेत् अत्र किमपि अन्यत् कार्यं भवेत्, परन्तु सो अत्र आद्गुणः इत्यस्य प्रसङ्गः अपि अस्ति, परन्तु तस्य प्राप्तिः न भवति. वृद्धिरेचि इत्यनेन प्राप्तिः भवति, वयं तु एतत् जानीमः, परन्तु शास्त्रीयदृष्ट्या कथं कार्यं भवति इति एकवारं पश्यामः. इत्येव अत्र उक्तमस्ति. इदानीम् आद्गुणः इति सूत्रं पठतु भगिनि. आद्गुणः, आद्गुणः 6.1.87 अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. अत्र अचिपरे इत्यस्य इकिपरे इति फलितः अर्थः, यतः अकारात् अकारः चेत् कार्यं बाधितम् अकः सवर्णे दीर्घः इत्यनेन, अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च. आत् अत्र आत् इति पञ्चम्यन्तं पदमस्ति, गुणः प्रथमान्तम् द्विपदमिदं सूत्रम्. इको यणचि 6.1.77 इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. एकः पूर्वपरयोः 6.1.84 संहितायां 6.1.71 इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् इति सम्पूर्णसूत्रमस्ति. किं सूत्रशार्थः कः? प्रथममस्ति आद्गुणः. आद्गुणः इति अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः वर्णस्य एकादेशः भवति. अत्र अवर्णात् इत्यनेन किम् अवगच्छामः? अवर्णात् इत्युक्ते श्रूयते वा भगिनि? श्रूयते. अत्र आत् इति पञ्चमी अस्ति, isn't it? आत् इति पञ्चमी अस्ति. सो आत् इति पञ्चमी अस्ति चेत् रामात् इति पञ्चमी, तादृशभातिः आत् रामात्. सो रामात् इति भाति चेत् तत्र अकारान्त् प्रातिपदिकम् अ. इन् द व्याकरणशास्त्रे अवर्णः वदामः चेत् कस्य कस्य ग्रहणं तत्र? अष्टादश आकार तथा अष्टादश सवर्णानां ग्रहणं. पदेषु तु केवलं ह्रस्वाकारः श्रूयते, दीर्घाकारः श्रूयते, प्लुताकारः तु न श्रूयते, इसन्ट् इट्? सो अवर्णात् इत्यनेन न केवलं ह्रस्वाकारः, दीर्घाकारस्य अपि ग्रहणम् अस्ति. सो दिस् इस् द पञ्चमी निमित्तम् आद्गुणः. पञ्चमी अस्ति अतः इत्युक्ते अकारे परे अपि कार्यम्, आकारे परे अपि कार्यम्. अनन्तरम् आदेशः किं? गुणः. गुणः इति प्रथमान्तमस्ति. सो गुणः इत्यनेन व्याकरणशास्त्रे गुणः वदामः चेत् संज्ञा अस्ति. गुण इस् अ संज्ञा. तत् संज्ञासूत्रं किम्? अतिङ्गुणः तथा सत्यङ्गुणः. तेन किम्? एते त्रीणि वर्णाः आदेशरूपेण आगन्तुं शक्यते. अपि च अत्र एकः पूर्वपरयोः, द्वयोः मिलित्वा, इत्युक्ते पूर्वे यत् अस्ति परे यत् अस्ति, द्वयोः एकः एकः एव गुणादेशः स्यात्. द्वयोः स्थाने, अत्र स्थाने द्वयम्, बिकास् अत्र एकः पूर्वपरयोः इत्यस्य अधिकाररूपेण इत्युक्ते लघु अधिकारः अस्ति, द्वयोः मिलित्वा एकमेव आदेशः भवति. अत्र स्थाने द्वयम्, पूर्वे यत् वर्णः परे यत् वर्णः, द्वयोः मिलित्वा एकमेव गुणादेशः भवति. सो बेसिक्लि द सूत्रा सेस् आत् अचि परे. सि अत्र अचि इति उक्तमस्ति, अच् प्रत्याहारे, अच् प्रत्याहारे सर्वाणि, सर्वे स्वराः, सर्वे स्वराः. सो यत् किमपि स्वरः परे, आ परे किमपि अच् वर्णः अस्ति चेत् अनेन सूत्रेण तु तत्र गुणादेशः स्यात्. परन्तु वयं जानीमः आ परे सवर्ण अ आ अस्ति चेत् तत्र किं भवति? सो गुणादेशः सर्वत्र न भवति, यद्यपि सो दिस् इस् द जनरल् नियम्. अनन्तरम् अस्य सूत्रस्य कृते अपवाद सूत्राणि सन्ति, यतः यथा तत्र अकः सवर्णे दीर्घः. सो वेन् अ आ इस् फालोड् बै अन सवर्ण अ आ, तत्र गुणादेशः न भवति, तत्र तु अकः सवर्णे दीर्घः इत्यनेन कार्यं भवति, तत्र दीर्घादेशः भवति, न तु गुणादेशः भवति. So this is utsarg sutram. Aad guna is an utsarg sutram. It's aiko yanachi. So aad guna is an utsarg sutram. Says aad pare, itukte a pare, kopi ach asti chet, tatrikim karniyam, guna adeshah karniyam, dayoho militva. Sutra se artha avgatamva bhagni? द्वितीयवाक्यं पठतु इदानीम्. अत्र अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात् अकारः चेत् कार्यबाधितम् अकः सवर्णे दीर्घः इत्यनेन, अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च. किम् उक्तमस्ति अत्र अस्मिन् वाक्ये? अत्र अचि परे तत्र इक् प्रत्यये परे अस्ति चेत् तत्र अचि परे अ आ परे सवर्ण अच् वर्णः अस्ति चेत् तत्र दीर्घादेशः भवति अकसवर्णे दीर्घ इति सूत्रेण. अनन्तरं तत्र इक् इकि परे अस्ति चेत् तत्र वृद्धिरेचि इति सूत्रेण कार्यं करोति. इत्युक्ते आम् भगिनि, इत्युक्ते अत्र किम् उक्तमस्ति, वदति द्वितीयवाक्ये यद्यपि स्महर्षि वदति अचिपरे कार्यं करोतु, परन्तु वयं जानीमः सर्वदा अचिपरे कार्यं न भवति, केवलम् इकिपरे एव एतस्य सूत्रस्य कार्यं भवति. प्रसङ्गः सर्वत्र अस्ति, परन्तु कार्यं तु केवलम् इकिपरे एव भवति. इत्युक्ते यदा अ अथवा आ परे, अ आ परे इक् इक् प्रत्याहारे के के वर्णाः, ई उ अपि च रु, लु अपि अस्ति, लु अपि अस्ति, लुक् लु अपि अस्ति. सो परन्तु लु तु तादृश कोऽपि पदं नास्ति यत्र लु वर्णः श्रूयते. सो वदति आद्गुणः यद्यपि सूत्रे अचि उक्तमस्ति, अचि परे कार्यम् उक्तमस्ति, परन्तु वयं सर्वे जानीमः एतस्य सूत्रस्य प्राप्तिः कदा कदा भवति, यदा कोऽपि इक् वर्णः एव परे अस्ति. इक् प्रत्याहार अच् मध्ये एव अस्ति, इक् कम्स् इन् अच्, एच् आल्सो कम्स् इन् अच्, अच् कण्टेन्स् बोथ् एच् एण्ड् इक्. अच् इस् द बिगेस्ट् सेट् एण्ड् इन् दिस् वी हेव् दिस् इस् एच्, एच् इस् ए ऐ ओ औ एण्ड् दिस् इस् इक् इक्. सो यदा सो आद्गुणः इति सूत्रस्य कार्यं यद्यपि उक्तमस्ति अत्र सर्वत्र भवेत् फुल्, यत्र यत्र एतादृशस्थितिः अस्ति एतेषु क्षेत्रेषु आद्गुणः भवेत्, परन्तु वयं जानीमः दिस् कार्य इट् बिकम्स् इट् इस् स्टाप्ड् बै दीस् टु सूत्रास्. सो आद्गुणः इत्यस्य कार्यं कदा भवति, फलितार्थः कः, केवलम् इकि परे एव भवति, सम्पूर्ण अच् परे न भवति, बिकास् एच् अस्ति चेत् वृद्धिरेचि इत्यनेन तस्य बाधा, सवर्ण अच् अस्ति चेत् अकः सवर्णे दीर्घः इत्यनेन तस्य बाधा. सो आद्गुणः इति सूत्रस्य कदा कार्यं भवति, केवलम् इकि परे भवति, जस्ट् फार् द अनुवृत्ति, अनुवृत्तिः अनुवृत्ति अर्थम् एव महर्षिणा अत्र अचि इति स्वीकृतमस्ति, बिकास् पूर्वसूत्रात् इको यन् अचि इति सूत्रे तत्र अचि अचि अचि इति पदस्य बहुत्र तस्य अनुवृत्तिः अस्ति, बिकास् फार् द अनुवृत्ति वी आर् टेकिङ्ग् अचि इति अस्मिन् सूत्रे. सो फलितार्थः कः, अस्य सूत्रस्य कार्यं, फलितार्थः इत्युक्ते कार्यं कदा भवति, केवलम् इकि परे एव भवति, इ ऊरूपले अस्ति चेदेव गुणादेशः भवति, अन्यत्र न भवति, अन्यत्र बिकास् अन्यत्र तादृशस्थितिः अस्ति यथा अत्र प्लस् एव. अत्र आद्गुणः इत्यस्य अपि प्रसङ्गः, वृद्धिरेचि इत्यस्य अपि प्रसङ्गः. सो फलितार्थः अस्ति बिकास् अकः सवर्णे दीर्घ आल्सो स्टाप्स् इट्स् कार्यस् एण्ड् कार्य एण्ड् वृद्धिरेचि आल्सो क्रियेट्स् अ हिण्ड्रन्स् टु दिस् आद्गुणः. सर्वदा तत्र अचि अच् परे अस्ति चेत् गुणः गुणः इति न भवति, केवलम् इकि परे एव कार्यं भवति, परन्तु महर्षिणा अचि उक्तमस्ति सूत्रे, देट् इस् वै वी आर् डिस्कसिङ्ग् दिस्. सो इफ् यु डु हेव् सेन् इकि परे देन् देर् वास् नो कन्फ्यूजन्, बट् ही सेङ्ग् अचि परे बिकास् तत्र लाघवार्थं सः इकि न उक्तम्, he took the achi from the previous sutra and because there is an apad, utsarga apad also, that shaili is also there, then he defines the other sutras. Aad guna hai tese sutra se artha avgatam va bagni artham kem avgatam. So we should always keep these things in mind. So aad guna hai tese sutre achi uktam asti, परन्तु तथापि केवलम् इकि परे एव कार्यं भवति. सर्वदा अचि परे आद्गुणः आद्गुणः, सर्वत्र गुणः एव कुर्मः चेत् कुत्र दीर्घादेशः कुर्मः, कुत्र वृद्धि आदेशः कुर्मः, परन्तु सूत्रे तु अचि उक्तम् अस्ति अचि परे कार्यं. इदानीं वृद्धिरेचि पश्यामः. चेतना भगिनी अग्रे पठतु भगिनि. वृद्धिरेचि वृद्धिरेचि 6.1.88 अवर्णात् एचि परे पूर्वपरयोः स्थाने वृत्तिसंज्ञकः एकादेशः स्यात्. वृत्तिः प्रथमान्तम् एचि सप्तम्यन्तम् द्विपदमिदं सूत्रम्. आद् गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः. एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम् वृत्तिरादि वृत्तिरेचि अवर्णात् एचि परे पूर्वपरयोः स्थाने वृत्तिसंज्ञक आदेश एकादेशः भवति. एच् प्रत्याहारे ए ओ ऐ औ सन्ति. अवर्णस्य अनन्तरं कोऽपि एच् वर्णः अस्ति. अवर्ण परे एच् वर्णः अस्ति चेत् वृद्धिः भवति इति पूर्वपरयोः सूत्रस्य अर्थः एकवारं पुनः वदतु. अवर्णात् परे एच् वर्णः अस्ति चेत् द्वयोः स्थाने वृद्धिः एकादेशः भवति. वृद्धितनेन अत्र वृद्धिः उक्तमस्ति, संज्ञा उक्तमस्ति. हा वृद्धि इत्युक्ते आ ऐ औ सूत्रमस्ति. वृद्धिरादैच् प्रथमसूत्रमस्ति ग्रन्थस्य प्रथमसूत्रं वृद्धिराधेच् ऐच्. सो आत् अण्ड् ऐच् तत्र एच् नास्ति, तत्र ऐच् अस्ति. ऐच् इत्युक्ते ऐ औ अपि च आत्. आत् इत्युक्ते दीर्घाकारः. सो सो आदेशरूपेण त्रीणि वर्णानाम् आदेशः अस्ति आ ऐ औ. अनन्तरं वयं तत्र पश्यामः स्थाने अन्तर्तमः इत्यनेन कस्य आदेशः करणीयं. सो वृद्धि वृद्धिरेचि इति विधिसूत्रं, वृद्धिराधेच् इति संज्ञासूत्रम्. एतत्तु विधिसूत्रम्, आद्गुणः विधिसूत्रम्, अनेन कार्यं विधीयते. कार्यस्य निर्देशः अस्ति अस्मिन् सूत्रे. गुणादेशः भवति, अत्र वृद्धि आदेशः भवति द्वयोः कस्यचित् वर्णयोः स्थाने. सो विधिसूत्रं, परन्तु अतेङ्गुणः संज्ञासूत्रं, वृद्धिराधेच् संज्ञासूत्रम् अस्तु इति सूत्रस्य अर्थः. सो इदानीम् अस्माकं विषयः अस्ति अत्र प्लस् एव. आद्गुणः आत् अचि परे पूर्वपरयोः गुणादेशः, वृद्धि आत् परे आत् एचि परे पूर्वयोः वृद्धिसंज्ञकादेशः इति इदानीं तत्र स्थितिः. सो द्वयोः सूत्रयोः शास्त्र आधारीकृत्य कः अर्थः, शास्त्रे किमुक्तमस्ति इत्युक्ते ग्रन्थे किमुक्तमस्ति, आत् अचि पूर्वपरयोः एक गुणादेशः, अत्र आत् एचि पूर्वपरयोः एकः वृद्धिसंहितायां वृद्धि आदेशः संहितायां प्रथमान्तमस्ति, अतः आदेशः अस्ति, स्थानीवर्णः दत्तम्. इदानीम् अत्र पठतु भगिनी मञ्जरी भगिनी, इदानीं पठतु अत्र इदानीम्. अत्र सम्पूर्णं सूत्रं पठामि वा? सूत्रं तु पठितं. इदानीम् अस्माकम् उदाहरणं अत्र योग एव पूर्वम् अकारः अस्ति पश्चात् एकारः एकारः अचि अपि अस्ति एचि अपि अस्ति अतः द्वयोः सूत्रयोः प्रसक्तिः एकत्र प्राप्तिः अस्ति अत्र किं भवति गुणसन्धिः वा वृद्धिसन्धिः वा अधुना द्रष्टव्यं यत् तुल्यबलविरोधः अस्ति न वा तुल्यबलविरोधार्थं द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः भवेत् अत्र योग एव इत्यस्यां दशायाम् आद्गुणः कार्यं करोति चेत् वृद्धिरेचि इत्यस्य अन्यत्र अवकाशः भविष्यति वा नैव एचि यदि गुणसन्धिः भवति तर्हि वृद्धिरेचि इति सूत्रं निर्व्यापारं नाम सूत्रं व्यर्थं भविष्यति तत्र कार्यं कर्तुं कुत्रापि अवकाशः न भविष्यति यस्यां दशायां द्वे अपि सूत्रे अन्यत्र लब्धावकाशे न स्तः अतः तुल्यबलविरोधः नास्ति आद्गुणः इति सामान्यसूत्रं वृद्धिरेचि इति विशेषः यस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य अपेक्षया यस्मात् कारणात् यत्र लब्धावकाशे सति कार्यं न करोति चेत् अन्यत्र अवकाशः नैव प्राप्स्यते तत् सूत्रम् अपवादः इति उच्यते वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः अतः आद्गुणः इति सूत्रं बाधितं भवति वृद्धिरेचि इति सूत्रेण अत्र योग एव इति उदाहरणमस्ति तत्र पूर्वपदे अन्तिम अकारः अस्ति परपदे एकारः अस्ति तत्र द्वयोः सूत्रयोः प्राप्तिः अस्ति आद्गुणः तथा वृद्धिरेचि यदि तत्र गुणसन्धिः भवति तथा वृद्धिरेचि इति सूत्रं निरवकाशः भवति तथा अत्र द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति एव तथा तत्र अन्यत्र लब्धावकाशः नास्तः नास्ति अतः तुल्यविरोधः नास्ति इति इत्युक्ते भगिनि अन्यत्र लब्धावकाशः इत्युक्ते यः आद्गुणः इति सूत्रम् अस्ति तस्य कृते अन्यत्र लब्धावकाशः अस्ति यदा तत्र अत्र प्लस् इति सपोज् वी हेव् अत्र प्लस् इति अत्र प्लस् इति अस्ति चेत् अत्र केन सूत्रेण कार्यं भवति ह्रस्वाकारस्य परे अच्वर्णः अस्ति ह्रस्वाकारस्य परे अच्वर्णः अस्ति सो अत्र इकारः सवर्णसंज्ञक् नास्ति इकारः एच् प्रत्याहारे नास्ति अतः अत्र अस्यां दशायाम् अत्र प्लस् इति अत्र तु केवलम् आद्गुणः इत्यस्य एव प्रसङ्गः तु अत्रेति भवति अत्रेति भवति कार्यं भवति सो आद्गुणः इत्यस्य कृते अन्यत्र लब्धावकाशः अस्ति परन्तु वृद्धिरेचि इत्यस्य कृते अन्यत्र लब्धावकाशः नास्ति बिकास् यत्र यत्र वृद्धिरेचि इत्यस्य प्रसङ्गः तत्र सर्वदा आद्गुणः इत्यस्य अपि प्रसङ्गः अस्ति एव्री टैम् द वृद्धिरेचि सूत्रं यत्र यत्र वृद्धिरेचि सूत्रस्य कार्यक्षेत्रम् अस्ति तत्र तत्र आद्गुणः अपि आगत्य वदति मम कार्यक्षेत्रम् बिकास् सम्पूर्णतया आद्गुणः इत्यस्य कार्यक्षेत्रस्य मध्ये भवति वृद्धिरेचि इति सूत्रं दिस् सर्कल् कम्स् दिस् कार्यक्षेत्रं दिस् क्षेत्रं कम्स् फुल्लि इन्सैड् द आद्गुण whenever we see that atra vriddhi rechi tasya prasanga tatra to adguna itasya prasanga asti because at is same for both the sutras आत् इस् सेम् बट् फार् वृद्धिर् एच् इट् इस् ओन्लि एच् अण्ड् बट् फार् गुण इट् इस् सम्पूर्ण अच् तत्र एच् अपि अस्ति सो एतत्तु विशेषस्थितिः अस्ति विशेषसूत्रम् अस्ति यदा ह्रस्व अवर्णस्य परे कोऽपि एच् वर्णः महर्षि वदति तदा वृद्धि करोतु विशेषकार्यमस्ति सो अपवाद् इस् बेसिक्लि अ विशेषकार्यम् अपवाद् इस् बेसिक्लि अ विशेषकार्यम् एण्ड् ही हेज् पुट् दिस् अपवाद् लैक् देट् इट् कम्स् इन्सैड् द अदर् सूत्रास् कार्यक्षेत्रम् अत्र प्लस् ए वृद्धिरेचि इत्यस्य कृते कुत्रापि अन्यत्र स्वतन्त्रतया लब्धावकाशः एव नास्ति गुणस्य कृते दीस् एरियास् आर् ओन्लि फार् द गुण अत्र तु एच् वर्णः एव नास्ति सो आद्गुणः इति सूत्रस्य कृते अन्यत्र लब्धावकाशः अस्ति परन्तु वृद्धिरेचि इत्यस्य कृते अन्यत्र लब्धावकाशः नास्ति स्वतन्त्रतया कुत्रापि कार्यं न कर्तुं शक्यते देट् इस् वै दीस् टु सूत्रास् एते सूत्रे तुल्यबले न स्तः दे डोण्ट् हेव् अ समान् पावर् तुल्यबलः नास्ति एकत्र प्राप्तिः अस्ति अत्र प्लस् एव इति स्थित्यां परन्तु द्वयोः तुल्यबलः नास्ति बिकास् द्वयोः कृते अन्यत्र अन्यत्र लब्धावकाशः नास्ति आद्गुणः इत्यस्य कृते अस्ति परन्तु वृद्धिरेचि इत्यस्य कृते नास्ति बिकास् यत्र यत्र वृद्धिरेचि कार्यं कर्तुं शक्यते तत्र तत्र आद्गुणः इत्यस्य प्राप्तिः अपि अस्ति इट् कम्स् अण्ड् से नो इट् इस् मै कार्यक्षेत्रम् सो अपवाद् सूत्र इस् बेसिक्लि अ विशेषसूत्रम् अत्र विशेषविधि उक्तम् अस्ति अतः द्वयोः अत्र यद्यपि एकत्र प्राप्तिः अस्ति कुत्रापि आद्गुणः इत्यस्य स्वतन्त्र लब्धावकाशः अस्ति परन्तु वृद्धिरेचि दिस् सूत्र डस् नाट् हेव् एन् स्वतन्त्र कार्यक्षेत्रम् इट् विल् आल्वेस् कोलैड् विद् आद्गुण बिकास् आद्गुणसूत्रे यत् निमित्तम् उक्तम् अस्ति देट् निमित्तम् अचि इस् अ एच् इस् अ पार्ट् आफ् अच् सो एव्रि टैम् वेरेवर् वृद्धिरेचि कार्यं कर्तुं शक्यते तत्र आद्गुणः अपि कार्यं कर्तुं शक्यते परन्तु न करोति तत्र तु विशेषसूत्रेण एव अस्माभिः कार्यं करणीयम् सो अतः नौ वी हेव् अण्डर्स्टुड् कुत्र द्वयोः तुल्यबलविरोधः नास्ति अत्र तुल्यबलविरोधः नास्ति बट् वेन् वि स्वा स्पीच एण्ड् बहुवचने जलेत् द्वयोः कृते अन्यत्र स्वतन्त्र लब्धावकाशः आसीत् यदा एकत्र प्राप्तिः भवति तदा तत्र विरोधः तस्य नाम एव तुल्यबलविरोधः दिस् इस् वाट् इस् तुल्यबलविरोधः सो यद्यपि अत्र विरोधः अस्ति अत्र विरोधः भवति बट् इट् इस् नाट् इट् केनाट् बि काल्ड् एस् तुल्यबलविरोधः बिकास् द्वयोः सूत्रयोः तुल्यबलं नास्ति एकस्य कार्यक्षेत्रं लघु अस्ति अन्यस्य कार्यक्षेत्रं बृहद् अस्ति आद्गुणः इत्यस्य कार्यक्षेत्रं बिग् वृद्धिरेचि इत्यस्य कार्यक्षेत्रं केवलम् एचि परे एव भवति ओन्लि फोर् वर्णास् आर् यूस्ड् फार् वृद्धिरेचि वैलेस् फार् आद्गुण ऐ केन् यूस् 11 वर्णास् आल् द 13 इत्युक्ते that is what is said achi so yasya sutrasya laghu karya kshetram asi anyasya apekshaya tat bhavati vishesha sutram that is called a vishesha sutram and because if we cannot do vriddhi rechi atra plus a viti sthityam yajvayam vriddhi rechi इत्यनेन कार्यं न कुर्मः चेत् देन् दिस् सूत्र व्यर्थं भवति किमर्थं ग्रन्थे स्थापितम् एतत् सूत्रं तु व्यर्थम् अस्ति अस्य कोऽपि कार्यमेव नास्ति तथा न भवतु देट् इस् द नियम् देट् इस् द प्रिन्सिपल् अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं निरवकाशः मा भूत् मा भवेत्. अतः देट् इस् वाट् इस् नोन् एस् दिस् अपवादसूत्रं. तदेव अपवाद उच्यते. विशेषसूत्रमेव अपवादसूत्रं. विशेषकार्यमेव अपवादकार्यम्. अपवाद इस् नाट् निषेधः आर् संथिङ्ग् एल्स्. अपवाद इस् सम् विशेषविधिः इस् उक्तम्. अत्र द्वयोः वृद्धिरेचि आद्गुणः द्वयोः मध्ये यद्यपि एकत्र प्राप्तिः अस्ति तथापि तुल्यबलविरोधः नास्ति. तुल्यविरोधः अस्ति, वितुल्यबलविरोधः नास्ति इत्येव अत्र उक्तमस्ति. अवगतं वा भगिनि? चेत्रा भगिनि अवगतं वा? भगिनि अग्रे पठतु भगिनि. इदानीम् अस्माकम् उदाहरणम् एतत्तु पठितं न भगिनि? आद्गुणः इति सूत्रे नेक्स्ट् पर्चेद् आद्गुणः इति सूत्रे अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात् अकारः परश्चेत् कार्यं बाधितम् अकः सवर्णीदीर्घः इत्यनेन. अकारात् एच् परश्चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च. वृत्तिशास्त्रस्य अवकाशं कल्पयित्वा तद्भिन्नस्थलेषु गुणशास्त्रप्रवृत्तिः कर्तव्या. आत्गुणः सूत्रेण अचि परे इत्युक्ते इकि परे फलितः अर्थः अस्ति. किमर्थम् इत्युक्ते अचि अकारस्य परे अकारः अस्ति चेत् अकः सवर्णदीर्घः इति सूत्रेण प्रसक्तिः भवति. अतः इकि परे अस्ति चेत् आद्गुणः कार्यं करोति. इत्युक्ते अत्र अचि परे इत्यनेन अकि परे अपि न भवति कार्यम्. सपोज् ऐसे अक् अक् अपि प्रत्याहारः अ इ उ रु लुक् अक् प्रत्याहार अ आरभ्य क पर्यन्तं. सो अक् अकि परे अपि कार्यं न भवति आद्गुणः इत्यस्य. बिकास् इफ् ऐ से अक् परे देन् दिस् अकः सवर्णदीर्घ इस् आल्सो देयर्. सो अकः सो केवलम् इकि परे एव कार्यं भवति. इट् इस् लिमिटेड् टु दीस् फोर् वर्णास् इ उ रु लु. बट् लाघवार्थम् अपि च अनुवृत्त्यर्थं तत्र आद्गुणः इति सूत्रे अचि इति अनुवर्तते. पूर्वसूत्रात् अचि इत्यस्य एव प्रसङ्ग् अनुवृत्तिः भवति. बट् वी नो देट् कार्यं तु केवलम् इकि परे एव भवति, न तु अकि परे न भवति. बिकास् एच् तु एच् विषये तु भिन्नसूत्रम् उक्तमस्ति. सो यत्र सो वृद्धिशास्त्रस्य अवकाशं, विधिशास्त्रस्य इत्युक्ते विधिसूत्रस्य अवकाशं, फस्ट् हि थाट् अबौट् द विधि. देट् इस् वै वि से देर् इस् अ सेयिङ्ग् देट् दे से देट् द वैयाकरण से देट् महर्षि फस्ट् क्रियेटेड् द विशेषसूत्रं देन् हि क्रियेटेड् द बृहत् सूत्रम्. वृद्धिशास्त्रस्य अवकाशं कल्पयित्वा तद् भिन्नस्थलेषु गुणशास्त्रस्य प्रवृत्तिः कर्तव्या. दिस् इस् वाट् वी शुड् डु. सो वि शुड् नो वृद्धि. केवलम् आद्गुणः इति जानीमः चेत् वि केनाट् डु द तत्र साधुः पदस्य वि केनाट् डु द सन्धि सम्यक्तया सन्धि न कर्तुं शक्यते. we have to know that adguna hai sutrasya krite na kevalam vriddhi rechi iti apvadah asti akah savarna dirghah api apvadah so etasya utsarg sutrasya krite apvad dvayam vishesh vidhi dvayam so at pare savarna akas savarna achasti atra akah iti uktam asti so akah itanena tatra na kevalam आतिथ्य परन्तु इ उ अपि उक्तमस्ति बिकास् अक् प्रत्याहारे अकः सवर्णदीर्घः इति सूत्रे अकः उक्तमस्ति स्थानीवर्णः अकः अस्ति सो अकः इत्यनेन न केवलम् अ इ उ रु अपि अस्ति रुलुक् अक् सो फार् द आत् पार्ट् फार् द आत् पार्ट् आद्गुणः इति सूत्रे यद्यपि केवलम् आत् उक्तमस्ति बट् तस्य कृते तु अस्मिन् सूत्रे अपि अकः सवर्णदीर्घ अपि किञ्चित् विशेषविक्ति उक्ति विधिः उक्तमस्ति बिकास् अक् वर्णस्य परे सवर्णः अस्ति चेत् तत्र दीर्घादेशः भवति अवगतं वा भगिनि एतत् परिच्छेदम् अवगतम् सो न केवलं वृद्धिरेचि इत्यस्य इत्येव विशेषविधिः आद्गुणः अपवादः इति आद्गुणः इत्यस्य कृते अकः सवर्णे अपि अपवाद् अपवाद् सूत्रं भवति आद्गुणः इत्यस्य कृते देर् आर् सम् अदर् अंशास् इन् दिस् अकः सवर्णदीर्घ बट् अट्लीस्ट् वन् पार्ट् आफ् दिस् one part of this akah savarna dirgha is an apvad for aad gunah because when aat ayati a apare savarna a ayati chet tatra to anin suri trutre nev karyam bhavati dirghadeshah ev bhavati natu gunah bhavati that is why aad gunah iti sutre yadyapi achi uktam asti parantu phalit arthah to iki pare ev bhavati karyam gunadeshah इकि परे एव भवति इति पुनः पुनः उक्तमस्ति अग्रे अपि पठतु भगिनि अत्र तर्हि अत्र तुलबलविरोधः नास्ति अतः किं सूत्रं कार्यं करोति इति निर्णेतुं समस्या नास्ति अधुना अस्माकं पूर्वतनम् उदाहरणं प्रत्यागच्छाम वृक्षयोगभ्यस् अत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः स्तुपि च बहुवचने झल्येत् च द्वयोरपि अन्यत्र लब्धावकाशः अतः तुल्यबलविरोधः अस्ति तुल्यबलविरोधः इत्यस्य समानार्थ शब्दः विप्रतिषेधः अत्र कस्य सूत्रस्य प्राप्तिः भवेत् इति निर्णेतुम् एकं सूत्रं सहायं करोति अत्र विप्रतिषेधः इति शब्दस्य अतः प्रथमे किम् उक्तं तर्हि अत्र तुल्यबलविरोधः नास्ति अत्र इत्युक्ते आद्गुणः अपि च वृद्धिरेचि इति सूत्रद्वयोः मध्ये तुल्यबलविरोधः नास्ति चेत् किं भवति समस्या नास्ति बिकास् वयं जानीमः तत्र निरावकाशत्वं अपवादसूत्रस्य बलम् अपवादसूत्रमेव बलवत् भवति तत्र समस्या नास्ति यत्र उत्सर्ग अपवाद् सम्बन्धः तत्र प्रायशः समस्या नास्ति विच् सूत्र विल् बि अप्लैड् इदानीं वदतु परन्तु वृक्षयोगभ्यस् इति क्षेत्रे सुपि च अपि च बहुवचने जल्येत् अत्र तुल्यबलविरोधः अस्ति सूत्रयोः तुल्यबलविरोधः अस्ति बिकास् द्वयोः कृते अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति दट् इस् वाट् महाभाष्यं वाक्यम् इस् न अन्यत्र अन्यत्र लब्ध अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः द्वयोः सूत्रयोः अन्यत्र अन्यत्र स्वतन्त्र लब्ध अवकाशः अस्ति इदानीम् एकत्र प्राप्तिः अपि अस्ति द्वयोः मध्ये तुल्यबलविरोधः अस्ति तुल्यबलविरोधः इत्यस्य समानार्थीशब्दः विप्रतिषेधः इति विप्रतिषेधः सो द्वयोः विप्रतिषेधः अस्ति सो विप्रतिषेधः अस्ति चेत् किं करणीयम् इति शास्त्रे एव दत्तमस्ति इत्युक्ते पाणिनिमहर्षि हेस् सेड् अबौट् दिस् देन् विप्रतिषेधे किं करणीयम् तत्र सो तत्र अत्र कस्य सूत्रस्य प्राप्तिः भवेत् इति निर्णेतुम् एकं सूत्रं साहाय्यं करोति सो वन् सूत्र हेल्प्स् अस् फार् डिसैडिङ्ग् केन सूत्रेण कस्य सूत्रस्य प्राप्तिः तदस्ति विप्रतिषेधे परं कार्यं परं पठामः अग्रिमशोषे मञ्जुरी भगिनी एकवारं सूत्रं पठतु किञ्चित् समयः अस्ति विप्रतिषेधे परम् अयम् 1.4.2 समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातश्चेत् परसूत्रस्य कार्यं पूर्वं भवति विप्रतिषेधे सप्तम्यन्तं पदं परं प्रथमान्तं कार्यं प्रथमान्तं त्रिपदमिदं सूत्रम् अत्र विप्रतिषेध इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः विप्रतिषेधः नाम तुल्यबलविरोधः अत्र द्वयोः सूत्रयोः अन्यत्र प्राप्तिः अस्ति तत्र समानकाले सूत्रद्वयस्य कार्यं प्राप्तं भवति परन्तु तत्र परसूर्यस्य कार्यं पूर्वं भवति समानकाले सूर्यबले सूत्रे कार्यं कर्तुम् आयातः चेत् परसूत्रस्य कार्यं पूर्वं भवति परसूत्रस्य कार्यं पूर्वं भवति इत्यस्य कः अर्थः भगिनि अत्र उदाहरणार्थं सुपि च तथा बहुवचने झल्येत् इति द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति तथा द्वे सूत्रे तत्र तुल्यबलसूत्रे अस्ति तत्र उदाहरणार्थं वृक्षयोगभ्यस् इति भ्यस् इति सुप्रत्ययः अस्ति जल् प्रत्याहारे अपि अस्ति तथा परन्तु तत्र बहुवचने झलेत् अत्र बहुवचनप्रत्ययस्य कृते एतत् सूत्रमस्ति झलिप्रत्ययपरे तथा तत्र सुपि च इति प्रथमं सूत्रं बहुवचने झलेत् इति द्वितीयसूत्रम् अत्र द्वयोः मध्ये परसूत्रस्य कार्यं भवति इति अर्थः इति मम परसूत्रस्य कार्यं पूर्वं भवति परसूत्रम् इत्युक्ते परे यत् सूत्रमस्ति अनन्तरं यत् सूत्रमस्ति अनन्तरं सूत्रमस्ति इत्युक्ते सूत्रसङ्ख्या दृष्ट्वा एव वयम् अवगन्तुं शक्यते कः पूर्वसूत्रं कः परसूत्रं किं पूर्वसूत्रं किं परसूत्रं सूत्रसङ्ख्या पश्यामः चेत् अत्र सुपि च इति 7.3.102 बहुवचने झलेत् 7.3.1.3 तथा बहुवचने झले परसूत्रं तत्र परसूत्रस्य अत्र कार्यं भवति तत्र पूर्वे भवति इत्युक्ते आदौ भवति प्रथमे तु अस्माभिः अत्र परसूत्रेण यत् कार्यम् उक्तम् अस्ति तदेव करणीयम् इति केन वयम् अवगच्छामः विप्रतिषेधे परं कार्यम् एतत् किमस्ति कीदृशसूत्रमस्ति विप्रतिषेधे परं कार्यं कीदृशसूत्रमस्ति विधि अस्ति वा विधि न परिभाषासूत्रमस्ति इत्युक्ते वदति विप्रतिषेधविषये परसूत्रेण कार्यं करणीयं परसूत्रं बलवत् भवति यदा तत्र द्वयोः मध्ये द्वयोः सूत्रयोः सो देयर् शुड् बि विप्रतिषेध देन् ओन्ली ऐ हेव् टु सी द सूत्रसङ्ख्या परसूत्रं किं पूर्वसूत्रं किं सो विप्रतिषेधविषये परं कार्यं बलवत् इत्युक्ते परं कार्यं परं परसूत्रेण यत् कार्यम् उक्तम् अस्ति तदेव करणीयम् इति विप्रतिषेधे परं कार्यम् यदि विप्रतिषेधः नास्ति दिस् सूत्र केनाट् डु कार्य यत्र विप्रतिषेधः नास्ति यथा आद्गुणः वृद्धिरेचि द्वयोः मध्ये तत्र विप्रतिषेधः नास्ति नास्ति परन्तु सुपि च बहुवचने जले द्वयोः मध्ये विप्रतिषेधः अस्ति अन्यत्र अन्यत्र लब्धावकाशः अस्ति अतः तत्र परसूत्रं बलवत् भवति हियर् द्वयोः मध्ये उत्सर्ग अपवादसम्बन्धः नास्ति द्वयोः मध्ये तुल्यबल विप्रतिषेधः अस्ति तुल्यबलविरोधः अस्ति न तु उत्सर्ग अपवादसम्बन्धः अत्र द्वयोः मध्ये कः सम्बन्धः इत्युक्ते विप्रतिषेधः अस्ति तुल्यबलविरोधः अस्ति सो तुल्यबलविरोधविषये तुल्यबल विरोधे एव परं कार्यं बलवत् भवति परसूत्रेण यत् कार्यमुक्तम् अस्ति तद् बलवत् भवति सो वन् वि हेव् द सर्वधातुकार्धधातुकयोः अपि च अचोडिमिति तत्र अचोनिमिति इति सूत्रं परसूत्रं द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति परन्तु विप्रतिषेधः अपि अस्ति अतः विप्रतिषेधे परं कार्यम् इत्यनेन तत्र परसूत्रेण कार्यं भवति इत्युक्ते अचोनिमिति इत्यनेन कार्यं भवति इत्येव विप्रतिषेधः सो विप्रतिषेधविषये एव परं कार्यं भवति भूयोग नीच् भूयोगनीच् इति अत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य अपि प्रसङ्गः अस्ति अत्र इगन्ताङ्गम् अस्ति परे अर्धधातु कित्नित् भिन्नप्रत्ययः सार्वधातुकार्धधातुकयोः इति सूत्रस्य अपि प्रसङ्गः अत्र अस्ति अपि च अचोनिणिति इति सूत्रस्य अपि प्रसङ्गः अस्ति अचोनिणिति इति सूत्रं वदति अजन्ताङ्गस्य परे णित्प्रत्ययः अस्ति चेत् वृद्धिः करणीयम् सो वि विल् चेक् द सूत्रसङ्ख्या द्वयोः कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति इदानीम् एकत्र प्राप्तिः अपि अस्ति अतः अत्र विप्रतिषेधः अस्ति द्वयोः मध्ये विप्रतिषेधः अस्ति चेत् बिकास् अचोनीति परसूत्रं परसूत्रेण एव कार्यं भवति भूभौ भवति न तु भो भवति सो विप्रतिषेधविषये परकार्यं बलवद्भवति सो विप्रतिषेध इत्युक्ते तुल्यबलविरोधः, द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति. अपि च इदानीं कुत्रचित् एकत्र प्राप्तिः भवति चेत् तत्र द्वयोः मध्ये तुल्यबलविरोधः भवति. तुल्यबलविरोधविषये अथवा विप्रतिषेधविषये परकार्यं बलवत् भवति, परसूत्रं बलवत् भवति. परसूत्रेण यत् उक्तं कार्यम् अस्ति तदेव बलवत् भवति. अतः व्हेनेवर वी हैव वृक्ष प्लस व्यस् वी विल ऑलवेज हैव वृक्षेभ्यः. अकारस्य एकारादेशः एव भवति, न तु दीर्घादेशः भवति. दिस् नियम् विल् अप्लै एव्रिवेयर्, वेदर् इट् इस् फल प्लस् बेस्, वन प्लस् बेस्, विच् अवर् अकारान्त् अङ्गम् अस्ति चेत् तस्य एकारादेशः भवति. यदा बहुवचनजलादिप्रत्ययः परे अस्ति चेत् न तु सुपि च इत्यनेन दीर्घादेशः. सो वृक्षेभ्यः एव भवति, फलेभ्यः एव भवति, वनेभ्यः एव भवति, रामेभ्यः. तत्र आकारान्त् प्रातिपदिकम् अस्ति चेत् अनन्तरं ययादि अथवा जलादि सुप्रत्ययः बहुवचनप्रत्ययः अस्ति चेत् आकारस्य एकारादेशः भवति इति विप्रतिषेधः परं कार्यम्. सो दिस् सूत्र, दिस् इस् इन् द फस्ट् अध्याय इत्सेल्, परिभाषासूत्रम् अस्ति विप्रतिषेधपरं कार्यम्. सो विप्रतिषेधविषये अस्माभिः किं करणीयम्? द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति चेत् तत्र परसूत्रं बलवत् भवति, परं कार्यं भवति. परसूत्रेण यत् कार्यम् उक्तम् अस्ति तदेव बलवत् भवति. अवगतं वा भगिनि? तुल्यबलविरोधः अपि च विप्रतिषेधः. सो रिमेम्बर् दीस् टु थिङ्ग्स्. तुल्यबलविरोधः तत्र तु तत्त्वं महाभाष्यस्य वाक्यमस्ति, अन्यत्र अन्यत्र लब्धावकाशयोर् एकत्र प्राप्तिः तुल्यबलविरोधः. ही जस्ट् वाण्टेड् टु एक्स्प्लेन् दिस् विप्रतिषेध. सो इन् सिम्पल् सिम्पल् वर्ड्स् ही हेस् सेड् वाट् इस् विप्रतिषेध. बेसिक्लि ही इस् एक्स्प्लेनिङ्ग् वाट् इस् विप्रतिषेधः. विप्रतिषेधः एव तुल्यबलविरोधः. सो आल्वेज् वेनेवर् बलाबलचिन्तनं करणीयं तत्र द्वयोः सूत्रयोः मध्ये एव सम्बन्धः कः इति अस्माभिः तत्र द्रष्टव्यम्. अस्तु, तत् आरभ्य इदानीं तु समयः अभवत्, अत्र स्थगामः. शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः, नमस्कारः. धन्यवादः आचार्य. धन्यवादः. धन्यवादः.